सहनावतु सहनौ भुनन्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। धन्यवादः भगिनि। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं विषयः, प्रवचमनविषयः इदानीम् अस्ति, तत्र कथायाः पठनं। गतवर्गे वयं कीदृशं समर्पणं गुरौ इति कथां पठितवन्तः। अद्य तत्र अग्रे अस्मिन्नेव तत्र PDF मध्ये फलं साधनायाः इति कथा अस्ति, तां कथां पठामः। तर्हि तत्र नरेश महोदय आरम्भं करोति वा, फलं साधनायाः इति। आं महोदय, स्पेन् देशस्य प्रसिद्धचित्रकारः कश्चन मार्गे भ्रमणं कुर्वन् आसीत्। तेन लिखितानि चित्राणि कोटिशः रूप्यकैः विक्रियन्ते स्म। पिकासो इति तस्य नाम। प्रसिद्धः चेदपि आडम्बररहितं जीवनम् आसीत् तस्य। अत्यन्तं सरलं तं न कोऽपि लक्षितवान्। काचित् युवतिः बहुकालं तं निरीक्ष्य पिकासो इति तं पर्यचिनोत्। सा धावन्ती तम् उपसर्प्य अहं भवतः चित्रकलायाः भक्ता अस्मि। भवान् अद्भुतं चित्रम् अलिखति इति उक्तवती। पिकासो धन्यवादान् उक्त्वा स्मितवान्। सा युवतिः मह्यम् एकं चित्रम् अलिखतु इति अनुरोधं कृतवती। अहं तु भ्रमणार्थम् आगतवान् इत्यतः रिक्तहस्तः अस्मि। चित्रलेखनार्थं कापि सामग्री मम सकाशे नास्ति। पुनः कदाचित् अवश्यं लिखेयम् इति नम्रतया उक्तवान् पिकासो। नैव, अधुना एव आलिख्यताम्। पुनः कदा भवान् मिलेत् इति न जाने। भवता अहम् उपकर्तव्या अनेन चित्रेण इति वदन्ति युवती। युवतिः अनुरोधम् अन्वर्तयत्। अस्तु इति उक्त्वा कोशात् लेखनीं स्वीकृत्य पञ्चशैः निमेषैः अद्भुतं किञ्चन चित्रम् अलिखितवान् पिकासो। तत् चित्रं युवत्यै समर्प्य सः उक्तवान्, स्वीकुरु इदं, £10,00,000 परम् इति परिमितस्य मूल्यस्य चित्रम् एतत्। हा, तावत्पर्यन्तं महोदय। अस्तु, अग्रे तत्र सुजाता भगिनी अग्रे पठति वा? सुजाता भगिनी आं महोदय, क्षम्यतां महोदय, म्यूट् मध्ये अस्मि. ओ अस्तु अस्तु अस्तु. चित्रं यद्यपि सुन्दरमासीत् तथापि अत्यल्पेन समयेन मम समाधानार्थम् अलिखितस्य चित्रस्य दशलक्ष पौण्ड्रमितं मूल्यं कथं भवितुम् अर्हति इति चिन्तयन्ति युवतिः. समाधानेन सह अविश्वासम् अपि प्राप्तवती. वास्तविकतां ज्ञातुं तत् चित्रं स्वीकृत्य सा विपणिं गतवती. दर्शनानुक्षणं द्वित्राः आपणिकाः तच्चित्राय दशलक्षपौण्ड्रमूल्यं दातुम् उद्यताः अभवन्. तत् श्रुत्वा युवतिः आश्चर्यान्विता अभवत्. ततः एव सा पिकासो समीपं गतवती. तम् अन्विष्यन्ति. तं प्राप्य सा उक्तवती, मां भवतः शिष्यां करोतु, माम् अपि पाठयतु भवान् कथम् एतादृशं चित्रं लेखनीयम् इति. पञ्चर्षैः निमेषैः लिखितस्य चित्रस्य यदि दशलक्षं पौण्ड्रस् प्राप्येरन् तर्हि अहं तु कोट्याधिपतिः भवेयम्. अहं ज्ञातुम् इच्छामि एतां कालं कृपया मां. एतां कलां कृपया मां पाठयतु इति. तत् श्रुत्वा किञ्चित् हसन् पिकासो उक्तवान्, एतादृशस्य चित्रस्य लेखनार्थं यत् कौशलम् अपेक्षितं तत् आर्जितम् अस्ति. अर्जितम् अस्ति त्रिंशतः वर्षाणां साधना क्रियेत् चेत् भवती अपि एतादृशं चित्रं लेखितुं शक्यते. कदाचित् इतोपि सुन्दरं मूल्यवत् च चित्रं लिखेत अपि. कापि कला न सहजसाध्या इति अवगत्य स्वमोहविषये लज्जां प्राप्य सा युवतिः ततः प्रातिष्ठत. समीचीनं भगिनि, अस्तु. तर्हि तत्र कथा अस्ति, फलं साधनायाः इति, साधनायाः फलं तत्र निवेदिता भगिनी भवत्याः पार्श्वे अस्ति खलु कथा. अस्तु, तर्हि साधनायाः फलं, साधना इति पदस्य साधनायाः इति रूपं षष्टिरूपम्. साधना अपि साधनायाः तस्याः फलम् इति कथा. अस्तु भगिनि, तत्र इदानीं तत्र आरम्भतः पङ्क्तिशः किञ्चित् पठामः तर्हि पुनः. भवती आरम्भं करोति वा भगिनि निवेदितव्यं? मोबैल् मध्ये समस्या अस्ति. समस्या अस्ति. अस्तु अस्तु, चिन्ता मास्तु भगिनि, अस्तु चिन्ता मास्तु. तर्हि फलं साधनायाः प्रमाधवः. स्पेन देशस्य प्रसिद्धः चित्रकारः कश्चन मार्गे भ्रमणं कुर्वन् आसीत्. स्पेन देशस्य प्रसिद्धः चित्रकारः, अत्र प्रसिद्धः विशेषणमस्ति चित्रकारस्य, चित्रकारः प्रसिद्धः अस्ति. कश्चन मार्गे, कश्चन अपि पुनः विशेषणविशेष्य कश्चन चित्रकारः, कश्चन प्रसिद्धः चित्रकारः मार्गे भ्रमणं कुर्वन् आसीत्. अत्र शत्रुप्रत्ययः अस्ति, कुर्वन् कुर्वन्, समीचीनं, कुर्वन् भ्रमणं, किं कुर्वन्? भ्रमणं, अटनं, अटनं, भ्रमणं. स्पेन देशस्य कोऽपि प्रसिद्धचित्रकारः अस्ति, सः मार्गे अटनं करोति, कुर्वन् आसीत्. कुर्वन् आसीत् एकदा, एकदा लङ्लकाररचनम् आसीत्. तेन लिखितानि चित्राणि कोटिशः रूप्यकैः विक्रियन्ते स्म. कर्मणि रचना अस्ति तेन विक्रियन्ते, तेन तृतीया विभक्ति, कर्ता तृतीया विभक्तिमध्ये अस्ति, अतः कर्म तृतीयविभक्तिमध्ये अस्ति. सत्यं सत्यं, किन्तु विक्रीयन्ते स्म, विक्रीयन्ते रचना तु कर्मणि रचना अस्ति खलु, विक्रीणा. समीचीनं, समीचीनं. किन्तु तत्र किमस्ति भगिनि, तत्र नाम स्म अस्ति भूतकालार्थं, स्म अस्ति भूतकालार्थम् अस्ति. समीचीनं, तत्र अस्तु, तत्र क्रियापदम् एकवारं वदतु भगिनि, भवती किं चिन्तय तेन इति तृतीया. समीचीनम्, अग्रे. तेन लिखितानि, लिखितानि अलिखितानि, लिखितानि लिखितानि चित्राणि, विशेषणविशेष्यभावः अस्ति. समीचीनं. कोटिशः रूप्यकैः, अत्र अत्रापि विशेषणविशेष्यभावः, कोटिशः रूप्यकैः विक्रियन्ते स्म. कर्मणि रचना नास्ति वा? विक्रियन्ते नाम यकार तथा आत्मनेपदी रचना अस्ति, अतः समीचीनं. विक्रीणाति, तत्र किम् अस्ति, रूप्यकैः विक्रियन्ते स्म, तत्र रूप्यकैः अपि तृतीयविभक्तिमध्ये अस्ति. किन्तु तत्र किम् अस्ति नाम, एकं कर्मणि अस्ति तत्र, तेन लिखितानि चित्राणि, तत्र तेन अपि विक्रियन्ते, तत्र सम्बन्धः नास्ति. चित्राणि कर्म अस्ति. इदानीं बहुवचनं, तत्र कर्म अस्ति, बहुवचनं, तत्र कर्म, कर्म, तत्र समीचीनं. क्रियापदं लिखितानि, तत्र लिखितं चित्रं, तेन लिखितं चित्रम् अथवा तेन लिखितानि चित्राणि इति अस्ति खलु, तत्र कर्मणि रूपम् अस्ति. किन्तु तदनन्तरं, किन्तु तत्र क्रियापदं तदनन्तरं रूप्यकैः त्यजतु, चित्राणि विक्रीयन्ते स्म. रूप्यकैः तत्र चित्राणि विक्रीयन्ते स्म, नाम तत्र तत्र पुनः कर्मणि, यतोहि तत्र चित्राणि चित्राणि कर्तृपदं न भवति खलु, चित्राणि कर्मणि एव, चित्राणि कर्मपदमेव अस्ति. विक्रीयन्ते इति अस्ति, विक्रीयन्ते इति अस्ति, तत्र कर्मणि एव. किन्तु तत्र सः इति तत्र अथवा तेन इति तत्र कर्तृपदं न भवति, नाम तेन विक्रियन्ते, नाम चित्रकारः विक्रयणं न करोति. हा, चित्राणि विक्रियन्ते नाम तेषां तत्र विक्रयणं भवति, किन्तु चित्रकारः एव साक्षात् करोति इति नास्ति. तत्र विक्रयणं भवति, तदा यदा विक्रयणं भवति तत्र कोटिशः रूप्यकाणि मूल्यं भवति, अतः कोटिशः रूप्यकैः विक्रीयन्ते स्म, नाम तादृशं मूल्यं विक्रयणं भवति इति. किन्तु कः तत्र कार्यं, नाम सः विक्रयणकार्यं करोति, तत् न लिखितं, केवलं तत्र यथा वयं वदामः कर्मणि रूपं, तत्र यदि कर्तृरूपम् अहं पुस्तकं पश्यामि, तत्र कर्तृपदमस्ति, कर्मपदमस्ति, क्रियापदमस्ति. किन्तु यदि वयं वदामः जनाः दृश्यन्ते मार्गे, जनाः दृश्यन्ते, तत्र जनाः एव कर्मपदं, दृश्यन्ते इति अस्ति क्रियापदं, कर्मणि रूपमस्ति. किन्तु तत्र कः केन दृश्यन्ते इति न लिखितं तत्र, केवलं जनाः दृश्यन्ते, नाम देख सकते हैं, मगर कौन देख रहा है न, उसके बारे में कुछ भी नहीं द्वारा, हाँ मतलब उसके द्वारा निकाले गए चित्र कोटि रुपयों में बेचे जाते थे ऐसे. हाँ, थी, कौन भेज रहा है उसके बारे में कुछ भी नहीं है यार. नहीं क्या? अच्छा, कर्तृपदं विक्रयणम् इति क्रियापदस्य कर्तृपदं न दत्तम्. दो वाक्य है, वह चित्र निकालते थे और वो बेचे जाते थे, ऐसे दो वाक्य है यहाँ. समीचीनम्, अस्तु अग्रे. पिकासो इति तस्य नाम, तस्य नामधेयं पिकासो इति आसीत्. प्रसिद्ध चेदपि आडम्बररहितं जीवनम् आसीत् तस्य. चेदपि तु सन्धि अस्ति, चेत् अपि तस्य जीवनं, तस्य सः प्रसिद्धः आसीत् किन्तु तस्य जीवनं जीवनम् आडम्बररहितम् आसीत्. आडम्बररहितं नाम सामान्यः सरलजीवनम् आसीत्. यथा एता इदानीं वयं पश्यामः यः प्रसिद्धः अस्ति, प्रसिद्धः अस्ति इति उक्त्वा एव तस्य जीवनम् आडम्बरसहितमस्ति इदानीम्. किन्तु तस्य विपरीतम् आसीत् तस्य आडम्बरसहितं सामान्यम् आसीत्, सामान्यं जीवनम् आसीत्. अत्यन्तं सरलं तं न कोऽपि लक्षितवान्. लक्षितवान् नाम जीवनम् आडम्बररहितम् अस्ति, अतः उसके कोई चमचे नहीं थे आजू बाजू में, इसलिए तो उसका लक्षितवान् अत्रापि सन्धि अस्ति. हा अत्र पूर्वरूप आदेशः भवति खलु. कोऽपि कः अपि अकारस्य लोपः. तत्र लक्षितवान् नाम लक्षित्व तवतु रूपमस्ति. हा अपि लक्षितवान् इति तस्य अर्थः तस्य अत्यन्तं सरलं तं कोऽपि किसने ध्यान नहीं दिया न नहीं पहचाना नहीं पहचाना न पहचाना. हाँ बार में है मगर नहीं पहचाना. अन्य कोऽपि शब्द अस्ति खलु लक्षितवान् कृते नाम तस्य क्रिया. हाँ किं भवेत् नरेश महोदय जानाति वा तत्र अन्य कोऽपि पदं. प्रायश तत्र अभिज्ञा इति भवेत्. अभिज्ञा इति अपि तत्र रेकग्नैज् इति अर्थे अस्ति. तत्र आकाशते इति अस्ति सम्प्रजानाति. हा सम्प्रजानाति इति अपि अस्ति. दुर्लक्षितवान् वा दुर्लक्षितवान् इति नास्ति. नाम सः मार्गे गच्छति चेत् यदा साधारणजनः अस्ति इति एव सर्वे चिन्तयन्ति तावदेव. नाम सः एषः प्रसिद्धः चित्रकारः इति न कोऽपि लक्षयन्ति जानन्ति. हा अभिजानाति. अभिजानाति इति अस्ति भगिनि. अभिजानाति अभिजानाति नाम अत्यन्तं सरलं तं विशेषणविशेषभावः अस्ति. प्रथमविभक्तिरूपं किम् अस्ति? अत्यन्तः सरलः सः. प्रायशः तत्र अत्यन्तम् इति अव्ययं भवेत् अतः तत्र अत्यन्तं सरलः सः इति अपि अत्यन्तं सरलः सः. सः अत्यन्तं सरलः अस्ति अतः न कोऽपि तम् अभिजानाति. अभिजानाति इति अस्ति समीचीनं. काचित् युवतीः बहुकालं तं निरीक्ष्य पिकासो इति तं पर्यचिनोत्. निरीक्ष्य लेबन्तरूपम् अस्ति. काचित् युवतीः काचित् पुनः तत्र कश्चन इति यथा अस्ति तत्र चन इति अस्ति अत्र काचित् युवतीः अत्रापि विशेषणविशेष्यभावः अस्ति. बहुकालं बहुकालं तस्य निरीक्षणं करोति. अन्ते एतत् एतत् एषः नरः पिकासो महान् चित्रकारः इति सः जानाति. पर्यचिनोत् पर्यचिनोत् चिनोत् मतलब् चिनोत् इति तु तत्र जान के निकाला या खोज के निकाला वैसे. पर्यचिनोत् परिअचिनोत् परिअचिनोत् अस्ति खलु अत्र इति तं परिअचिनोत् पर्यचिनोत् तत्र चिनोत् इति तत्र भगिनी तत्र अचिनोत् चिनोति इति तस्य भूतकाल अचिनोत् अस्ति खलु. भूतकालरूपं सत्यं सत्यं. परि इति तत्र उपसर्गः अस्ति किन्तु रूपम् अस्ति तत्र लङ्लकाररूपं नाम भूतकालरूपं. तर्हि तत्र तस्य अर्थः कः इति उसने खोज के निकाला ऐसी है ना. चिनोती मतलब चुनना. चिनोती चुनना ना. उसने परिचिन मतलब उसका थोड़ा अर्थ चेंज हो गया है, उसने खोज के निकाला कि यही पिकासो है. अन्वेषणम करोति वा? हाँ चिनोति परिचिनोत. अस्तु तत्र इदानीम् उपसर्गः, हा उपसर्गार्थः अस्तु, पर् पर् इति न दत्तमस्ति. अस्तु अष्टाध्यायी मध्ये पर् चिनोति इति, किन्तु यत् भवती उक्तवती तत् समीचीनम् इति मन्ये. हा नाम तत्र सा पश्यन्ती आसीत्, जनाः आगच्छन्ति आगच्छन्ति, ओ अस्तु तत्र पिकासो अस्ति, जनानां मध्ये एषः नरः पिकासो अस्ति इति सा ज्ञातवती, लक्षितवती. सा सा धावन्ती तम् उपसर्प्य, सा धावन्ती तम् उपसर्प्य अहं भवतः चित्रकला, सा धावन्ती तम् उपसर्प्य, सा धावन्ती सा उपसर्पि, धावन्ती अत्र शत्रुप्रत्यय अस्ति, धावन्ती उपसर्प्य लबन्तरूपम् अस्ति, धावन्ती सा तस्य समीपम् आगच्छति, आगतवती आगतवती, समीचीनम्. अहं भवतः चित्रकलायाः भक्ता अस्मि. भवान् अद्भुतं चित्रम् आलिखति इति सा प्रशंसा करोति. अहं भवतः चित्रकलायाः, अत्र षष्टिरूपमस्ति चित्रकला, स्त्रीलिङ्गी आकारान्तस्त्रीलिङ्गी शब्दः अस्ति. भवतः चित्रकलायाः षष्टिरूपमस्ति भवतः. भक्ता अस्मि. चित्रकलायाः अहं भवतः चित्रकलायाः भक्ता अस्मि. तत्र षष्टि द्विवारम् आगच्छति, किन्तु तत्र विशेषणविशेषभावः नास्ति, भवतः चित्रकला केवलं षष्टि द्विवारं षष्टि षष्टि. भवान् अद्भुतं चित्रम् आलिखति, सा प्रशंसां करोति पिकासो महोदयस्य. भवान् अद्भुतं चित्रं विशेषणविशेष्यभावः अस्ति, आलिखति अत्र आलिखति लट् लकार लोट् लकारः अस्ति खलु, आलिखति न लम् लकार अस्ति, न दङ्गलकर अपि नास्ति, आलिखति आलिखति उपसर्गः अस्ति आ इति, आ उपसर्गः अस्ति, आलिखति नाम चित्रम्, चित्रस्य चित्रस्य कृते, चित्रस्य कृते आलिखति शब्दः अस्ति, आलिखति केवलं तत्र यदा अक्षर अक्षरस्य लेखनं भिन्नं, साधारणलेखनं लेखनम् आलेखनम् अस्ति अतः रङ्गो रङ्गावली अपि आलिखति खलु, इति समीचीनं. तत्र चित्रस्य कृते तत्र आरेखनं आरेखनं करोति, आरेखनं उचितमस्ति वा? आरेखनं न जानामि भगिनि, किन्तु अर्थः तादृशमस्ति, नाम तत्र केवलम् अक्षरस्य लेखनं नास्ति इति, चित्रस्य कृते आलेखनम् आलेखनम् इति शब्दः अस्ति उक्तवती. चित्रमपि लिखति अस्ति, आलिखति किम् अस्ति महोदय? नाम तत्र आलिखति नाम तत्र आलिखति इति केवलं नाम ड्रा इति अर्थे, परन्तु चित्रमपि तदपि भवति, किन्तु तत्र आलिखति नाम लिखति इति तस्य अर्थः रैट् इति अस्ति अपि अस्ति, ड्रा अपि भवति, किन्तु आलिखति इत्युक्ते केवलं पेण्ट् इति, रैट् इति न भवति, रैट् इति न भवति, केवलं पेण्ट् अथवा स्केच् अस्तु आलिखति, लिखति तत्र रैट् अपि भवितुम् अर्हति, आलिखति तत्र ड्रा अथवा अथवा यदि कोऽपि रैट् डौन् इति अस्ति खलु, नाम यदि कोऽपि वदति तस्य लेखनं करोति चेदपि तत्र आलिखति. महोदय मैथ्स में भी हम आलेख निकालते हैं मैथ्स में, तो वहां भी हम एक्चुअली आकृति ही ड्रॉ करते हैं ना. हाँ हाँ सत्यम सत्यम भगिनी. तत्र हाँ, मतलब हम पॉइंट्स ज्वाइन करते हैं और वहां पे आकृति निकालते हैं. आकृति ही आकृति है लेखनम आलेखनम आलेखनम समीचीनम आलेखति इति. हाँ इति उक्तवती उक्तवती. वद उक्तं वा पिकासो सा अवदत् पिकासो धन्यवादान् उक्त्वा स्मितवान् उक्त्वा त्वान्तरूपमस्ति स्मितवान् पिकासो धन्यवादान् कर्मपदं किम् उक्त्वा धन्यवादान् धन्यवादान् उक्त्वा उक्त्वा स्मितवान् स्मित तत् किम् तत्र स्मितवान् नाम हसितवान् हसितवान् स्मित इति थोड़ा सा ही हंसते हैं, मतलब पूरा मुंह खुल के नहीं हंसते हैं, मतलब आनंद की भावना होती है लेकिन ऐसे हम थोड़ा सा ही लज्जित होते हैं या फिर थोड़ा सा ही हंसते हैं. दंत दंतो दंतानां तत्र प्रदर्शनम न भवति. नाम तत्र स्माइल इति अर्थे किन्तु लाफ नास्ति महोदय. तत्र हसति इति तत्र स्माइल अपि भवति लाफ अपि भवति किन्तु स्मित तत्र स्मित इति परस्मि नास्ति इति मन्ये तत्र अथवा स्मितवान् कोऽपि जानाति वा तत्र स्मीयते अथवा तत्र क्रियापदं किम् इति स्मित् तत्र क्रियापदं साक्षात् किम् अस्ति अहं न जानामि तत्र क्रियापदं किम् अस्ति इति स्मीयते इति स्मीयते इति अस्ति स्मि इति धातु इति दत्तमस्ति कोऽपि जानाति वा स्मि स्मि इति धातुः स्मयते स्मयते स्मयते स्मयते तर्हि तत्र आत्मनेपदी धातुः स्मयते अपि अकर्मकः अस्तु स्मयते इति स्मयते तस्य तवत् रूपं स्मितवान् स्मितवान् सा युवतीः मह्यम् एकं चित्रम् आलिखतु इति अनुरोधं कृतवती सा युवतीः विशेषणविशेष्यभावः मह्यम् एकं चित्रम् आलिखतु आलिखतु अत्र लोट्लकारस्य आलिखतु मह्यम् एकं चित्रम् एकं चित्रं मह्यम् एकं चित्रम् एकं चित्रम् इति प्रथमपदम् अपि कर्तृपदमस्ति कर्तृपदं तत्र न दत्तं किन्तु किं भवेत् मह्यम् इति चतुर्थी सम्प्रदानरूपम् अस्ति किन्तु आलिखतु नाम कः आलिखतु चित्रम् आलिखतु नाम कः आलिखति अथवा कः आलिखेत् इति सा चिन्तयति तत्र चित्रकारः कः विकासो इति एव चित्रकारः खलु भगिनि म्यूट् मध्ये अस्ति वा नाम तत्र कर्तृपदमस् न दत्तं किन्तु आलिखतु इति अस्ति आलिखतु इति रूपं लोट्लकारः इति उक्तवती समीचीनं लोट्लकार तत्र प्रथमपुरुषः मध्यमपुरुषः उत्तमपुरुषः कः आलिखतु प्रथमः पुरुषः अस्ति प्रथमपुरुषः तर्हि रूपं प्रायशः भवान् भवान् आलिखतु मह्यं नाम किम् आलिखतु एकं चित्रम् आलिखतु अपि किमर्थं किमर्थं नाम मह्यं मम कृते अहम् इच्छामि अतः तत्र मम कृते एकं चित्रम् आलिखतु इति वदतु भगिनि इति अनुरोधं कृतवती अनुरोधम् अनुरोधं नाम केवलम् एकवारं प्रकटितवती अपि तत्र केवलम् एकवारम् इति न एकवारम् उक्तवती इति न वारं वारं मात्र मह्यम् एकं चित्रम् आलिखतु अहं तत्र इतः न गच्छामि अहं चित्रं प्राप्य एव गच्छामि इति तादृशम् अनुरोधं सा कृतवती अनुरोधं कृतवती नाम वारं वारं सूचयति वा अनुरोधं नाम तत्र बहुवारमपि अस्ति तत्र अनुरोधं साक्षात् प्रार्थयति वा महोदय प्रार्थयति इति अनुरोधं तदपि अस्ति प्रार्थनां प्रार्थनां कृतवती इति अपि समीचीनं अस्तु अस्तु अग्रे तत्र इदानीं तत्र सुजाता भगिनी भवती अग्रे पठति वा इदानीं आं महोदय धन्यवादः निवेदिता भगिनी धन्यवादः अहं तु भ्रमणार्थम् आगतवान् इत्यतः रिक्तहस्तः अस्मि चित्रकारः उक्तवान् भ्रमणार्थम् एव केवलं भ्रमणं करोमि इति चिन्तयित्वा आगतवान् रिक्तहस्तः किमपि न हस्ते किमपि नास्ति नास्ति यस्य हस्तः रिक्तः सः रिक्तहस्तः इति तत्र बहुव्रीः समासः इति उच्यते यस्य हस्तः रिक्तः सः रिक्तहस्तः अतः तस्य पार्श्वे किमपि साधनं नास्ति नाम लेखनी नास्ति किमपि नास्ति चित्रलेखनार्थं कापि सामग्री मम सकाशे नास्ति तदेव महोदय किमपि नास्ति तस्य चित्रलेखनार्थं चित्रलेखनार्थम् इति तत्र का विभक्ति सम्यक् भवति लेखनार्थम् इति विभक्ति समीचीनं चित्रलेखनाय कापि सामग्री मम सकाशे मम मम पार्श्वे नास्ति अपि तत्र सामग्री इति बहु समीचीनमस्ति नाम लेखनार्थं केवलम् एकम् इति नास्ति खलु, एकं हा अनेके तत्र अनेकानि आवश्यकानि वस्तूनि आवश्यकानि भवन्ति, अतः वस्तूनां समूहः सामग्री. पुनः पुनः कदाचित् अवश्यं लिखेयं सप्तमी विभक्ति अस्ति न, लिखेयं क्रियापदमस्ति, क्रियापदं पुनः कदाचित् कदाचित् नाम कदा इति अहं न जानामि, किन्तु कदाचित् कदापि कदाचित् अवश्यम् अवश्यम् अवश्यं नास्ति अवश्यम् अवश्यं लिखेयं लिखेयं इति तत्र विधिलिङ्ग् हा लिङ्ग् हा समीचीनं विधिलिङ्ग् किन्तु सम्भावनार्थे सम्भावनार्थे अपि पुरुषः कः क्रियापदस्य अत्र पुरुषः उत्तमपुरुषः मध्यमपुरुषः प्रथमपुरुषः प्रथमपुरुषः एव अतः अहं पुनः कदाचित् अहम् अवश्यं लिखेयं नाम इदानीं न लेखितुं शक्नोमि किन्तु अग्रे कदाचित् अहम् अवश्यं लिखेयम् नम्रतया उक्तवान् नम्रतया तत्र विनयेन उक्तवान् पिकासो पिकासो उक्तवान् तत्र सामग्री इति पदं समीचीनं पदम् इति उक्तवान् खलु, नाम तत्र सामग्री यदि वयं तत्र पचनं कर्तुम् इच्छामः किमपि सामग्री आवश्यकता सामग्री आवश्यकता केवलम् एकेन तत्र पचनकार्यं न भवति खलु, तत्र सामग्री अतः एव सामग्री सामग्री अस्तु अग्रे नैव अधुना एव अलिख्यताम् नैव बुद्धिसन्धि भवति मास्तु. सः किम् उक्तवान् इदानीम् अथवा अद्य अहम् इदानीम् अहं न लेखितुं शक्नोमि पुनः नाम अद्य वा कदापि अग्रे एकवर्षानन्तरं वा कदापि अहं लिखामि इति सः उक्तवान् लेखि, किन्तु सः उक्तवती न इव नाम तत् मास्तु अधुना एव अलिख्यताम् अधुना एव आलिख्यताम् तत्र आलिखतु इति लोट्लकारः अस्ति खलु पूर्वमासीत् आलिखतु इति लोट्लकारः नास्ति, इदानीं नूतनरूपमस्ति आलिख्य आम् इति अस्ति, एतदपि लोट्लकारः एव किन्तु न द्विवचने नास्ति किन्तु तत्र किमस्ति तत्र आलिखतु लिख् धातुः आ इति उपसर्गः आलिखति किन्तु तत्र लिख्यथाम् इति यकारः दृश्यते खलु कर्मणि प्रयोगे अतः तत्र कर्मणि लोट् अस्ति एतत् कर्मणि लोट् आं महोदय अतः अधुना एव आलिख्यताम् इति अस्ति चेत् अधुना एव भवता इति भवेत् भवति भवान् शब्दस्य कृत्या कर्मणि अस्ति खलु अतः भवता अधुना एव आलिख्यताम् नाम भवान् अधुना एव आलिखतु इति कर्तृरूपं कर्तृरूपं भवान् अधुना एव आलिखतु अथवा अथवा कर्मणि रूपं भवता तत्र वयं वदामः क्षम्यताम् तत्रापि तत् लोट् लकारः अस्ति किन्तु कर्मणि लोट् यकारः क्षम्यताम् तथा एव अत्रापि आलिख्यताम् अग्रे पुनः कदा भवान् मिलेत् इति न जाने पुनः पुनः युवती मेलनं कदा युवती उक्तवती उक्तवती कदा वेन् ऐ विल् मीट् अगेन् अस्माकं मेलनं कदा भवति इति भवति इति न जानामि न जानामि अथवा तत्र जाने इति अस्ति जानामि इति तत्र उत्तमपुरुष एकवचनम् अस्ति जानामि किन्तु हा किन्तु तत्र ज्ञा इति धातु खलु ज्ञा इति धातुः जानाति इति जानाति जाने जानाति इति रूपं कुत्र अस्ति जानाति मध्यमपुरुष अस्ति महोदय ज्ञा इति धातुः अस्ति भगिनि खलु न जाने ज्ञातुं न शक्नोमि तत्र ज्ञा इति धातुः अस्ति खलु ज्ञा इति धातुः अस्ति खलु आम् आं महोदय ज्ञा इति धातुः तत्र अवबोधने जानाति अवबोधनं तत्र एकं रूपमस्ति परस्मैपदीरूपं जानाति जानीतः जानन्ति जानासि जानीतः जानीत जानामि जानीवः जानीमः किन्तु तत्र आत्मनेपदीरूपमपि अस्ति जानीते जानीते जानाते जानते जानीषे जानाते जानीध्वे जाने जानीवहे जानीमहे जाने ये तो उत्तम अहं न जाने समीचीनं भगिनि अहं न जाने तत् आत्मनेपदीरूपम् अस्ति किन्तु परस्मैपदीरूपं तत्र भवति चेत् तत्र जानामि न जानामि कदा मेलनं भवति इति न जानामि किं न जानामि मेलनं कदा भवति इति न जानामि भवता अहम् उपकर्तव्या अनेन चित्रेण उपकर्तव्या भवता तृतीयविभक्ति अस्ति तत्र तव्यत् अनियर् अस्ति चेत् एतत् कार्यं कर्तव्यम् एतत् कार्यं कर्तव्यं केन कर्तव्यं तेन कर्तव्यं तया कर्तव्यं मया कर्तव्यं तर्हि तत्र तृतीया भवति मया कर्तव्यं कार्यम् अद्य मया कर्तव्यानि कार्याणि अनेकानि सन्ति तत्र तृतीया तव्यत् तृतीया तत्र उपकर्तव्या इति अस्ति उपसर्गः किन्तु कर्मणि रूपमेव तृतीया एव भवति भवता उपकर्तव्या उपकर्तव्या इति का भवति उपकर्तव्या इति लिङ्गं स्त्रीलिङ्गं खलु स्त्रीलिङ्गं तर्हि का न का उपकर्तव्या भवता न का नाम उपकर्तव्या इति स्त्रीलिङ्गपदं हा युवतिः युवतिः उपकर्तव्या अहं तं वदति खलु अहम् उपकर्तव्या अहम् इति तत्र नाम युवती तद्भवति विशेष्यम् उपकर्तव्या भवति विशेषणं विशेषणं भवति अनेन चित्रेण अनेन चित्रेण नाम तत्र भवता अहं तत्र केवलं तत्र कर्मणि किं भवति भवता अहम् उपकर्तव्या नाम भवान् मम कृते उपकारं करोतु उपकारं करोतु मम कृते केन रूपेण उपकारं करोतु चित्ररूपेण एतेन चित्ररूपेण तत्र उपकारं करोतु इति अस्ति नाम चित्रं चित्रस्य लेखनं कृत्वा अथवा आलेखनं कृत्वा मम उपकारं करोतु अथवा यदि भवान् अन्यरीत्या वदामश्चेत् यदि भवान् चित्रलेखनं करोति तद् मम कृते उपकारं भवति इति वदन्ति युदन्ति युवतिः इति वदन्ति युवतिः शत्रन्तरूपं वदन्ति युवतिः युवतिः उक्तवती अनुरोधम् अनुरोधं करोति अन्ववर्तयत् अन्ववर्तयत् तत्र रूपं किं भवति अन्ववर्तयत् अन्ववर्तयत् अनु तत्र अनु इति उपसर्ग उत्तमं वा अपि उपसर्ग अस्ति ओ अस्तु अस्तु हा अनु न न तत् वा इति उपसर्गः इति नास्ति इति मन्ये तत्र रूपं किं भवेत् तत्र अनु अनु वि उपसर्ग अस्ति न तत्र वर्तते वर्तय वदतु भगिनि इको एनचि भवति वा अनु अवर्तयत् मध्ये अवर्तयत् अवर्तयत् अनुयोगः अवर्तयत् अन्ववर्तयत् अन्ववर्तयत् समीचीनं भगिनि वकारस्य आगमः अस्ति सत्यं अनुयोगः अवर्तयत् तर्हि इदानीम् अवर्तयत् अवर्तयत् इति रूपं किम् अस्ति तर्हि तत्र अनुरोधं कृतवती न न किन्तु साक्षात् क्रियापदं किम् अस्ति वर्तते वृत् धातुः वर्तते किन्तु अनु अनुयोगेन तत्र किं भवति तत्र वर्तयति अनुवर्तयति तत्र पठति पाठयति अवर्तयति अवर्तयति अनु अवर्तयति अनुयोगः अवर्तयति न क्षम्यताम् अनुयोगः वर्तयति वर्तयति अनुवर्तयति तत्र उपसर्गः अस्ति चेत् तत्र वर्तयति तर्हि तत्र वर्तते इति भिन्नं वर्तयति इति भिन्नं तत्र किं भवति वर्तयति निजन्तरूपं पठति पाठयति वर्तयति महोदय निजन्तरूपम् अस्ति निजन्तरूपम् अस्ति निच् प्रत्ययः तर्हि वर्तते तस्य अनन्तरं वर्तयति वर्तयति इति निजन्तरूपं तदनन्तरम् उपसर्गः अनुवर्तयति तस्य लङ्लकरूपम् अन्ववर्तयत् अन्ववर्तयत् तर्हि निजन्तम् अस्ति निच् प्रति अस्ति उपसर्गः अस्ति तदनन्तरं लङ्लकरूपम् अन्ववर्तयत् अनुरोधम् अन्ववर्तयत् नाम अनुरोधं पूर्वं सा कृतवती खलु, पुनः पुनः अनु अस्ति चेत् तत्र अनु अस्ति चेत् अनुधावति, कोऽपि धावति एषः अनुधावति, सा पूर्वम् अनुरोधं कृतवती, अनुरोधं पुनः करोति, अतः पुनः अनुरोधम् अनुवर्तयति नाम पुनः पुनः पुनः अनुरोधं करोति कृतवती अस्तु इति उक्त्वा कोशात् लेखनीं स्वीकृत्य पञ्चैः निमिषैः अद्भुतं किञ्चन चित्रम् अलिखितवान् पिकासो. अस्तु इति उक्तवान् पिकासो. तदनन्तरं कोशात् लेखनीं स्वीकृत्य लेबन्तपदम् तत्र कोशात् पञ्चमी पञ्चमी विभक्ति नाम तत्र लेखनी लेखनी कोशे आसीत् किन्तु इदानीं तत्र कोशात् तत्र किं भवति तत्र कोशः यत्र अस्ति तत्र एव अस्ति किन्तु लेखनी अन्यत्र अस्ति खलु अतः कोशात् पञ्चमी पञ्चमी यत्र भवति यत्र तत्र अवधिः मध्ये तत्र ब्रेक् इति अस्ति भवति खलु तत्र एव पञ्चमी पञ्चमी नाम वृक्षात् फलं पतति फलं पतति कोशात् लेखनीं स्वीकृतवान् कोशात् लेखनीं स्वीकृतवान् स्वीकृतवान् पञ्चैः निमिषैः अद्भुतं पञ्चशैः पञ्चशैः निमिषैः पञ्चशैः निमिष निमेषैः अद्भुतं किञ्चन चित्रम् आलिखितवान् पिकासो. पिकासो लेखनीं स्वीकृत्य पञ्चशैः निमिषैः अद्भुतं चित्रम् अलिखितवान्. समयस्य कियत् समयः स स्वीकृतवान् इत्युक्ते कियान् समयः स्वीकृतवान् इति तत्र अभवत् इत्युक्ते समयः समयस्य विषये उक्तं पञ्चशैः निमेष पञ्चशैः निमेष निमेष इति तस्मिन् एव समये सः अद्भुतम् अद्भुतं किञ्चन तत्र किम् इति किं योगः चन किञ्चन किञ्चन अधिकारेण किञ्चन चित्रं चित्रं तत्र चित् अस्ति चेत् किञ्चित् किञ्चित् चित्रं किं लिखितवान् आलिखितवान् आलिखितवान् तवत् आलिखितवान् पिकासो. चित्रं युवच्चैः अत्र केवलं तत्र अभ्यासार्थम् आलिखितवान् इति कर्तृरूपम् अस्ति खलु नाम चित्रं पिकासो आलिखितवान् नाम चित्रकारः चित्रम् आलिखितवान् इति कर्तृरूपं नाम चित्रकारः अथवा सः सः इति स्वीकुर्मः सः चित्रम् आलिखितवान् इति कर्तृ. इदानीं तत्र कर्मणि रूपं किं भवति तेन चित्रं चित्रम् इदानीं अलिख्यता केवलम् आलिख्यते आलिख्यते पूर्वं दृष्टवन्तः खलु आलिख्यताम् इति आसीत् आलिख्यताम् इति तत्र लोट् कर्मणि लोट् इदानीं कर्मणि लट् एव आलिख्यते आलिख्यते महोदय अत्र लङ्लकारः अस्ति अतः आलिख्यत अपि भवति समीचीनं महोदय तदपि समीचीनमेव उत्तमं लङ्लकार अर्थे अतः आलिख्यत इति समीचीनम् आलिख्यत उत्तमं धन्यवादः महोदय अग्रे चित्रं युवत्यैः समर्प्य सः उक्तवान् स्वीकुरु इदं तत् तत् चित्रं युवत्यैः नास्ति युवत्यै युवत्यै चतुर्थी विभक्ति अस्ति महोदय किमर्थं समर्पणं कृतवान् दानं समर्पणम् अस्ति चेत् दानम् एतत् सर्वम् अस्ति चेत् चतुर्थी कस्मै सः तत् चित्रं युवत्यै समर्पितवान् चित्रं समर्पितवान् अनन्तरम् उक्तवान् सः उक्तवान् स्वीकुरु इदं स्वीकुरु इदं चित्रं स्वीकुरु स्वीकुरु इति मध्यमपुरुष प्रथमपुरुष स्वीकुरु स्वीकुरु त्वं स्वीकुरु तत्र अस्तु तत्र किमस्ति स्वीकुरु करोतु त्वं सत्यं भगिनि तदेव त्वं स्वीकुरु इदं सत्यं भगिनि तदेव अस्ति सत्यं भगिनि तत्र करोति इति अस्ति प्रथमपुरुष एकवचनम् अस्ति करो करोतु करोतु किन्तु त्वं कुरु सत्यं भगिनि अहं करवाणि समीचीनं मध्यमपुरुष एकवचनम् एकवचनमस्ति दशलक्षपौण्ड्रपरिमितस्य मूल्यस्य चित्रम् एतत् इति सः तस्य मूल्यं किम् अस्ति इति उक्तवान् दशलक्ष मूल्यमस्ति इति मूल्यस्य तत्र मूल्यं दश पौण्ड्रम् इति उक्तवान् तदेव दशलक्ष पौण्ड् साक्षात् इति न किन्तु परिमितस्य परिमिति नाम तावत् तस्य समीपं नाम दशलक्ष इति समीपम् तस्य मूल्यं नाम मापनं नाम मेजर् तत्र तस्य मूल्यं कियत् भवति दशलक्ष पौण्ड् परिमितं मूल्यम् इत्युक्ते प्रैस् इति सत्यं सत्यं भगिनि तदेव अस्ति तदेव अस्ति मूल्यं मूल्यस्य विषये उक्तवान् मूल्यं किं भवत् दशलक्ष पौण्ड् इत्यादि भवति भवति इति उक्तवान् चित्रं यद्यपि सुन्दरम् आसीत् तदापि अत्यल्पेन समयेन मम समाधानार्थम् आलिखितस्य चित्रस्य दशलक्षपौण्ड्रमितं मूल्यं एतत् मूल्यं कथं भवितुम् अर्हति इति चिन्तयन्ति युवतिः समाधानेन सह अविश्वासम् अपि प्राप्तवती अत्र बहु किमपि अस्ति अतः यतोहि दीर्घवाक्यमस्ति किम् इदानीं तत्र तत्र चित्रम् अन्तभागं पश्यामः अथवा अस्तु अस्तु भवती तत्र खण्डनं कृत्वा भागं कृत्वा वदतु. कथं भवितुम् अर्हति इति चिन्तयति युवती चिन्तयति. अस्तु अस्तु अस्तु तर्हि तत्र अस्तु भगिनि तर्हि तत्र एतत् कुर्मः तत्र यद् आरम्भे यद्यपि सुन्दरम् आसीत् यद्यपि चित्रं सुन्दरम् आसीत् तदापि अल्पेन समयेन मम समाधान तत्र लघुवाक्यं कुर्मः यद्यपि चित्रं सुन्दरम् आसीत् तथापि तदापि चित्रस्य सर्वं मध्ये त्यजतु तथापि चित्रस्य इति तथा आरभ्य वदतु तथापि अल्पेन न न तत्सर्वं त्यजतु चित्रस्य अग्रे चित्रस्य अग्रिमे पङ्क्त्यां चित्रस्य इति अस्ति खलु चित्रस्य दशलक्ष पौण्ड् दश पौण्ड्मितं मूल्यं मूल्यं कथं भवितुम् अर्हति इति तस्य अवगमनं प्रथमतया भवेत् आम् आं महोदय चित्रं भवितुम् अर्हति इति एकनिमिषम् एतस्य वाक्यस्य अर्थः प्रथमतया भवेत् आम् यद्यपि चित्रं सुन्दरमस्ति तथापि तथापि चित्रस्य मूल्यं दशलक्ष पौण्ड् मितं कथं भवति अथवा कथं भवितुम् अर्हति इति प्रश्नः अस्ति खलु इति प्रश्नः खलु सः कियत् समयः अथवा तत्र कियत् अल्पेन समयेन एव सः लिखितवान् सुन्दरमस्ति किन्तु तस्याः युवत्याः प्रश्नः अस्ति कथं तत्र चित्रस्य मूल्यं दशलक्ष पौण्ड् मितं कथं भवति इति युवत्याः चिन्तनमस्ति अपि चित्रं कीदृशमस्ति कीदृशं चित्रमस्ति सुन्दरम् आलिखितं नाम मध्ये इदानीं तत्र वयं त्यक्तवन्तः तथापि लघुवाक्यं यदा कृतवन्तः चित्रं यद्यपि सुन्दरम् आसीत् तथापि चित्रस्य दशलक्ष पौण्ड् मितं मूल्यं कथं भवति इति लघुवाक्यं कृतवन्तः इदानीं मध्ये यदस्ति तदपि योजयामः चित्रस्य इति अस्ति चित्रस्य तस्य कस्मात् प्राक् आलिखितस्य विशेषं समीचीनम् आलिखितं चित्रम् आलिखितस्य चित्रस्य विशेषणम् आलिखितस्य चित्रस्य इदानीं किमर्थं चित्रम् आलिखितम् आसीत् मम समाधानार्थं मम समाधानं भवतु इति आलिखितमस्ति एतत् चित्रम् अपि अल्पेन समयेन अत्यल्पेन समयेन लिखितम् आलिखितमस्ति एतत् चित्रम् अतः इदानीम् एतत् सर्वं चित्रस्य विषये अंशाः अत्यल्पेन समयेन आलिखितं चित्रं मम समाधानार्थम् आलिखितं चित्रं यदस्ति तस्य चित्रस्य दशलक्ष पौण्ड् मितं मूल्यं कथं भवितुम् अर्हति इति चिन्तयन्ति इति कीदृशरूपं कः प्रत्ययः शत्रुप्रत्ययः शत्रुप्रत्ययः चिन्तयन्ति युवतिः चिन्तनं करोति अपि सा किं प्राप्तवती? अविश्वासम् अपि प्राप्तवती समाधानेन. समाधानेन सह अस्ति नाम तस्याः समाधानम् अस्ति. इदानीं तत्र सा चित्रम् इष्टवती, इदानीं चित्रं प्राप्तं तया. किन्तु मूल्यं तावत् अस्ति वा इति तस्याः विश्वासः नास्ति. तस्याः विश्वासः नास्ति मूल्यस्य विषये. चित्रस्य मूल्यस्य विषये विश्वासः नास्ति इति अस्ति. समीचीनं भगिनी. अतः अतः दीर्घवाक्यं किन्तु इदानीम् अवगतं खलु? अवगतं महोदय. अस्तु समीचीनं, धन्यवादः भगिनि. इदानीं तत्र नरेश् महोदय अग्रे करोति वा? आं करोमि. अस्तु अग्रे कुत्र वास्तविकतां वास्तविकतां यातुं यत् चित्रं स्वीकृत्य तच्चित्रं स्वीकृत्य सा विपणिं गतवती. सा विश्वासं न कृतवती. तस्य मूल्यं 10,00,000 पौण्डम् इतम् अस्ति. अतः सा वास्तविकता ज्ञातुम् इच्छति. सा किञ्चित् विपणिं गतवती. तत्र सा पृष्टवती दर्शनानुक्षणं द्वित्राः आपणे. न न तत्र दर्शनानुक्षणं न न महोदय तत्र दर्शन अनुक्षणम्. दर्शन अनुक्षणम् अनुक्षणं नाम झटिति. क्षणस्य दर्शनस्य अनन्तरं नाम झटिति इमिडियेट्लि. दर्शनानुक्षणम् इमिडियेट्लि आफ्टर् सीन्. द्वित्राः नाम द्वौ अथवा त्रयः आपणिकाः. आपणिकाः तच्चित्राय 10,00,000 पौण्ड् मूल्यं दातुम् उद्यताः अभवन्. नाम 10,00,000 पौण्ड् मूल्यं दातुं चित्राय तत् चित्राय तच्चित्राय सन्धिकार्यम् उद्यताः नाम उत्सुकाः. उत्सुकाः अभवन् उत्सुकाः आसन्. अतः नाम द्वित्राः इत्युक्ते तत्र केचन इति अर्थे. साक्षात् द्वौ त्रयः इति नास्ति, केचन अथवा चत्वारः पञ्च किमपि, किन्तु अनेके इति नास्ति. नाम तत्र सहस्र इति नास्ति, किन्तु केचन सा जनाः आपणिकाः उक्तवन्तः वयं दद्मः तत्र 10,00,000 पौण्ड् दद्मः तत्र चित्रस्य विक्रयणार्थम्. अपि दर्शन अनुक्षणं नाम दर्शनं तत्र चित्रं दृष्ट्वा चिन्तनं कृत्वा अस्तु अद्य मास्तु भवति तत्र श्वः आगच्छतु इत्यादिकं न उक्तवन्तः. ते चित्रं दृष्ट्वा मम एतत्तु पिकासो तत्तु वयं दातुम् इच्छामः किम् अभवत् श्रूयते वा न न श्रूयते श्रूयते श्रूयते श्रूयते वा महोदय ओ अस्तु अस्तु अहं चिन्तयामि न श्रूयते अस्तु निरञ्जनमहोदयस्य सम्पर्कं सम्यक् नास्ति प्रतीक्षां कुर्मः आम् महोदय गतवान् प्रायः पुनः आगच्छति भाति प्री कान्फरेन्स् काल् मध्ये किमपि समस्या अस्ति आं महोदय मम सङ्गणके तत् कार्यं न करोति अतः अहम् ऐपेड् मध्ये आगतवान् प्रायः दीर्घसमस्या अस्ति यहाँ जो द्वित्रा रूप दिया है ना वह कौन सा रूप है द्वित्रा ऐसे यथा वयं वदामि दो तीन इट कैन बी लाइक दो तीन चार समथिंग लाइक द्वित्रा सम्यक् न जाने कियान् परन्तु द्वे त्रयः चतुर्थ समथिङ्ग् लैक् दट् व्याकरणदृष्ट्या अहं रूपम् टु आर् त्री ऐ थिङ्क् द्वित्राः कोई भी रूप कहते हैं ना तो व्याकरण दृष्टि विभक्ति दृष्टि कौन सा रूप है वो नहीं समझा मुझे वो पता नहीं लेकिन मीनिंग तो वही है कि दो या तीन पर व्याकरण रूप ना जाना महोदय तो भारतदेशे अस्ति सुजाता भगिनी निवेदिता भगिनी कुत्र अस्ति अहं अस्ति महोदय डालस् नगरे निवेदिता भगिनी मुम्बई नगरे भारतदेशे अस्ति भारतदेशे भवान् कुत्र अहं तु अमेरिकाराज्ये अत्र ओहायो राज्ये अस्मि कोलम्बस् ओहायो द्वे निमिष आगतवान् अस्तु अस्तु श्रूयते वा श्रूयते वा इदानीम् आमाम् मम इण्टर्नेट् कनेक्षन् भग्नः अभवत् अतः तत्र किमपि न कर्तुं शक्तवान् क्षम्यतां नरेश् महोदय तत्र अस्तु समयः अपि जातः किन्तु तत्र निमिषद्वयं स्वीकृत्य एकवारं समापयामः वा अथवा अग्रिमे वर्गे कुर्मः महोदय यः जो रूप दिया है ना द्वात्रा वो कौन सी विभक्ति है द्वित्रा इति किं द्वित्रा द्वित्राः तत्र प्रथमाविभक्ति एकवचनं प्रथमविभक्ति बहुवचनं परन्तु व्याकरणरूपे किम् अस्ति द्वित्राः तत्र द्वे अथवा त्रये इति तत्र प्रायश महोदय तत्र पदस्य निर्माणं कथम् अभवत् इति वा प्रश्नः अस्ति व्याकरणमध्ये तत् किम् अस्ति द्वित्राः द्वित्राः इति तत्र प्रायः अकारान्त प्रातिपदिकं किमस्ति प्रातिपदिकं द्वित्र इति किन्तु बहुवचने एव प्रायः तस्य उपयोगः भवति नित्यबहुवचने अकारान्तपदमेव किन्तु बहुवचने एव भवति तस्य प्रयोगः यतोहि तत्र द्वित्रा इति अस्ति अर्थः अस्ति केचन इति नाम तत्र एकवचने तस्य प्रयोगः न भवति किन्तु अकारान्तपदं देवशब्दवदेव तस्य रूपाणि किञ्चित् अधिकम् आवश्यकं चेत् दृष्ट्वा अहं वदामि महोदय अधुना तु बहु किमपि अस्ति अग्रिमसप्ताहे कुर्मः तर्हि कुर्मः अस्तु तदेव कुर्मः तर्हि अस्तु तर्हि तर्हि अत्र विरमाम, अग्रिमसप्ते सप्ताहे मिलामः, तत्र अन्ते तत्र प्रार्थना तत्र शान्तिमन्त्रम् उक्त्वा विरमामः. तर्हि निवेदितपरि भवति वा? ॐ सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्ति. हरि ओम्. धन्यवादः. पुनर्मिलामः. धन्यवादः. नमस्कारः. क्षम्यतां, तत्र इण्टर्नेट् कनेक्शन् भग्नः अभवत्. अस्तु, नमस्कारः. धन्यवादः. धन्यवादः महोदय. धन्यवादः भगिनी. नमस्कारः. नमस्कारः.